पद्मपुराणं खण्डं टु भूमिखण्डम् अध्यायं 4 सूत उवाच गदेषु तेषु गोलोकं वैष्णवं तमसः परं शिवशर्मा महाप्राज्ञकनिष्ठं वाक्यमब्रवीद ब्राह्मण उवाच सोम शर्मन्महाप्राज्ञत्वं पितुर्भक्तितत्परः अमृतस्य महाकुम्भं रक्षदत्तं मयाधुना तीर्थयात्रां प्रयास्यामि अनया भार्यया सह एवमस्तु महाभाग करिष्ये रक्षणं शुभम् कुम्भं दत्त्वा समेधावी तस्य हस्ते महात्मनः दशवर्षप्रमाणं तु तपस्तेपे निरन्तरम् कुम्भं रक्षति धर्मात्मा दिवारात्रमदन्त्रितः पुनः सखि समायादशिवशर्मा महायशाः मायां कृत्वा महाप्राज्ञो भार्यया सहतं सुतं कुष्ठरोगातुरो भूत्वा तस्य भार्या च तादृशी मांसपिण्डोपमौ जादौ द्वावेतौ मायया कृतौ संनिधिं तस्य कोरस्य विप्रस्य सोमशर्मणः समागतौ हि तौ दृष्ट्वा सर्वतो हि सुदुःखितौ कृपया परया विष्ट सोमशर्मा महायशाः तयोः पादं नमस्कृत्य भक्र्या नमिदकन्धरः भवादृश्यौ न पश्यामि तपसाभिसमन्वितम् गुणव्रादैषु पुण्यैश्च किमिदं वर्तितं त्वयि दासवद्देवता सर्वा वर्तन्ते सर्वदा तव आदेशं प्राप्य विप्रेन्द्र आकृष्टास्तेजसा तव तवाङ्गे केन पापेन गदोऽयं वेदनान्विदः सञ्जातो ब्राह्मणश्रेष्ठ तन्मे कथय कारणम् इयं पुण्यवती मादा महापुण्या पतिव्रता या हि भर्तृप्रसादेन त्रैलोक्यं कर्तुमिच्छति सा कथं दुःखमाप्नोति किं नास्ति तपःसफलम् रागद्वेषौ परित्यज्य विविधेनापि कर्मणा याजशुश्रूषदे कान्तं देववद्गुरुवत्सला सा कथं दुःखमाप्नोति कुष्ठरोगं सुदुःखदं शिवशर्मोवाच मा शुचस्त्वं महाभागभुज्यते कर्मजम्फलम् नरेण कर्मयुक्तेन पापपुण्यमयेन हि शोधनं च कुरुष्व त्वमुभयोरोगयुक्तयोः शुश्रूषणं महाभाग यदि पुण्यमिहेच्छसि एवमुक्ते शुभे वाक्ये सोमशर्मा महायशाः शुश्रूषां वा करिष्यामि युवयोः पुण्ययुक्तयोः मया पापेन दुष्टेन कृपणेन द्विजोत्तम किं कर्तव्यमिहाद्यैव यो गुरुं न हि पूजयेद एवमाभाष्य दुःखाद्वा तयोर्दुःखेन दुःखितः श्लेष्ममूत्रपुरीशं च उभयो पर्यशोधयद पादप्रक्षालनं चक्रे अङ्गसंवाहनं तथा स्नानस्थानादिकं सोऽपि तयोर्भक्त्यान्वितः स्वयं द्वावेतौ हि गुरु विप्रसोमशर्मा महायशः तीर्थं नयदि धर्मात्मा स्कन्धमारोप्य सत्तमः द्वावेतौ हि स्वहस्तेन स्नापयित्वा दुमङ्गलैः सुमन्त्रैर्वेदविच्चैव स्नानस्य विधिपूर्वकं तर्पणं च पितॄणां तु देवतानां तु पूजनम् द्वाभ्यामपि स धर्मात्मा स कारयति नित्यशः स्वयं होमं ददात्यग्नौपचत्यन्नमनुत्तमम् संज्ञापयति सुप्रीतौ द्वावेतौ च महागुरु शय्यासने च तौ विप्रः प्रस्वापयति निस्त्यशः वस्त्रपुष्पादिकं सर्वं ताभ्यां नित्यं प्रयच्छति ताम्बूलं बहु गन्धाढ्यमुपयोरर्पयेत् सदु सोमशर्मा महाभागस्ताभ्यामपि च पूरयेत् मूलं पयः सुभक्ष्याद्यं नित्यमेव ददात्यसौ तयोस्तु वाञ्छितं नित्यं सोमशर्मा महायशाः अनेन क्रमयोगेन नित्यमेव प्रसादयेत् सोमशर्मा सुधर्मात्मा पितरौ परिपूजयेत् सोमशर्माणमाहूय पिता कुत्सदि निष्ठुरः निन्दितैर्निष्ठुरैर्वाक्यैस्ताडयेन्मुनिसन्निधौ कृतकार्ये कृते पुण्ये नित्यमेव सुते पुनः न कृतं शोभनं मह्यं त्वयैव कुलपांसन एवं नानाविधैर्वाक्यैर्निष्ठुरैर्दुःखदायकैः अताडयद्दण्डखादायि शिवशर्मा सदातुरः एवं कृतेऽपि धर्मात्मा नैव कुप्यति कर्हिचिद् मनसा वचसा चैव कर्मणा त्रिविधेन च सन्तुष्टः सर्वदा सोऽपि पितरं परिपूजयेत् तद्वत्स सोमशर्मा वैमादरं च दिने दिने यज्ञात्वा शिव शर्मा च चरितं स्वीयमीक्षते अमृतं मत्कृते चापि आनीदं विष्णुशर्मणा पुण्ययुक्तः स धर्मात्मा पितृभक्तिपरः सदा एवं बहुतिथे काले शतसङ्ख्ये गदे सति शिवशर्मा पितस्यैव भक्तिं दृष्ट्वा विचिन्त्य वै मया वै पूर्वमित्युक्तं सुपुत्रं यज्ञसंज्ञकं मातृखण्डानिमान् पुत्र यत्र तत्र क्षिपस्व हि मद्वाक्यं पालितं तेन कृतान मातरिकृपा येदस्वल्पतरं दुःखं निर्जीवे खादमिच्छदः साकसं तु कृतं तेन पुत्रेण वेदशर्मणा असाधिकमहं मन्ये यतोऽयं चलतेन च निमेषमात्रमेवासि साहसं कारयेत् पुनः अपरं सत्यसम्पन्नं प्रभावं तपसः पुनः नित्यं समाराधनेऽपि अधिकं चास्य दृश्यते तस्मादस्य परीक्षा च समये तपसकृता भक्तिभावात्तथा सत्यान्नैव पुत्रः प्रणश्यति मायया च निजाङ्गेऽपि कुष्ठरोगो निदर्शितः श्लेष्ममूत्रमलानां च घृणां नैव करोति च व्रणान्विशोधये नित्यं स्वहस्तेन महायशः पादसंवाहनं दद्याच्छौचं चैव महामतिः दुःसहं वचनं मह्यं दारुणं सहदे सदा भत्सने ताडने चैव सदा भीष्टप्रवाचकः एवं दुःखसमाचारो मम पुत्रो महामतिः दुःखानां सागरं मन्ये बहुक्लेशैस्तु क्लेशितः अपनेष्याम्यहं दुःखं विष्णोश्चैव प्रसाददः विचार्य मनसा विप्रशिव शर्मा महामतिः पुनर्मायां चकाराध कुम्भादपहृदं पयः पश्चात्तं च समाहूय सोमशर्माणमब्रवीद तव हस्ते मया दत्तममृतं व्याधिनाशनं तन्मे शीघ्रं पयच्छस्व यथा पानं करोम्यहं येन नीरुभवाम्यद्य प्रसादाद्विष्णुशर्मणः एवमुक्ते तदा वाक्ये ऋषिणा शिवशर्मणा समुद्धाय त्वरायुक्तसोमशर्मा कमण्डलुं तं च रिक्तं ततो दृष्ट्वा ह्यमृतेन विना कृतम् कस्य पापस्य वै कर्म केन मे विप्रियं कृतम् इति चिन्तापरो भूत्वा सोमशर्मा सुदुःखितः पितुरग्रेजवृत्तान्तं कथयिष्याम्यहं यदा ततः कोपं प्रयास्येद गुरुर्मे व्याधिपीडितः सुचिरं चिन्तयित्वा दु सोमशर्मा महामतिः यदि मे सत्यमस्तीति गुरुशुश्रूषणं यदि तपस्तप्तं मया पूर्वं निर्व्यलीकेन चेतसा दमशौचादिभिः सत्यं धर्ममेव प्रपालितं तदा खडो मृतयुधो भवत्वेष न संशयः यावदेव महाभागश्चिन्तयित्वा विलोकयेद तावच्चामृतपूर्णस्तु पुनरेवाभवत्खडः तं दृष्ट्वा कर्षसंयुक्तः सोमशर्मा महायशाः गत्वा गुरुं नमस्कृत्य कुम्भमादाय सत्वरं गृहाणत्वं पिदश्चेमं पयकुम्भं समागतं पानं कुरु महाभाग गदान्मुक्तो भवाचिरं यद्वाक्यं महापुण्यं सत्यधर्मार्थकं पुनः शिवशर्मा सुदस्यापि श्रुत्वा च मधुराक्षरम् हर्षेण महदाविष्ट इदं वचनमब्रवीद इति श्रीपद्मपुराणे भूमिखण्डे शिवशर्मोपाख्याने चतुर्थोऽध्यायः ॐ